नमः सर्वेभ्यः. अस्माकं व्याकरणवर्गे भवतां सर्वेषां स्वागतम्. अस्माकं विषयः अस्ति स्वादिगणः इति. अनदन्ताङ्गेषु अयं प्रथमः गणः स्वादिगणः. स्वादिगणः तत्र श्नु इति प्रतिकरणप्रत्ययः आयाति. स्वादिभ्यः श्नु इत्यनेन श्नु इति विकरणप्रत्ययः आयाति. यदा धातुतः श्नु इति प्रत्ययः सर्वधातुक कर्त्रार्थकसर्वधातुकप्रत्ययः परः वर्तते, तदानीं धातुतः श्नु इति प्रत्ययः विधीयते कर्तरि शप् इति प्रत्ययं प्रबाद्य. श्नु इति प्रत्ययः तत्र शित् अस्ति, अपि च अपित् अपि अस्ति. सार्वधातुकप्रत्ययः वर्तते शित्वात् सार्वधातुकप्रत्ययः, अपित्वात् तत्र निद्वद् भवति. सार्वधातुकम् अपित् इति निद्वद् भवति. अतः गुणनिषेधः इति एकः प्रमुखः कार्यमस्ति. प्रमुखं कार्यं गुणनिषेधः. श्नु प्रत्ययं निमित्तीकृत्य अङ्गे ईगन्ताङ्गे गुणः न भवति. अपि च श्नु प्रत्ययः अपित् इति कृत्वा नित्वद् अस्ति इति कृत्वा तत्र त्रीणि कार्याणि भवन्ति. एकं तु गुणनिषेधः, अन्यत् तत्र सम्प्रसारणं भवितुम् अर्हति. अत्र स्वादिगणे तादृशधातुः नास्ति, सम्प्रसारणी धातुः नास्ति, अतः सम्प्रसारणं न भवति. परन्तु निद्वत् प्रत्ययः अस्ति चेत् तदानीं गुणनिषेधः, सम्प्रसारणकार्यम्, अनन्तरम् अनिदितां धातूनां नकारलोपः भवति अनिदितां हल उपदायाः निति इति सूत्रेण. अनिदितां हल उपदायाः निति इति सूत्रेण उपदायाः नकारस्य लोपः भवति. अनिदित् इत्युक्ते धातुः इदित् नास्ति, ह्रस्व इकारः. यस्य धातोः ह्रस्व इकारस्य इत्संज्ञा नास्ति तादृशधातुः अनिदित्. अपि च सः धातुः हलन्तः, हलन्तधातुः. उपदायां नकारः वर्तते, तादृशनकारस्य लोपः भवति कितिनिति प्रत्यये परे. अत्र दम्ब् इति धातुः अस्माभिः चर्चितम् इति धातोः विषये चर्चा जाता. दम्ब् इति धातुतः श्नु प्रत्ययः यदा भवति तदानीं धम्ब् इत्यत्र यः मूले नकारः आसीत् तस्य लोपः भवति, अतः दब्नु इति अङ्गं जायते. अपि च अत्र अनदन्ताङ्गानां शुद्धप्रत्ययाः के के सन्ति इति वयं जानीमः. तत्र कुत्र कुत्र भेदः अस्ति अदन्ताङ्गम् अनन्तरम् अनदन्ताङ्गवान् अनयोः मध्ये कुत्र भेदः अस्ति इति अपि अस्माभिः दृष्टं. तर्हि इदानीं तत्र तद् ते प्रत्ययाः मनसि, तान् प्रत्ययान् मनसि संस्थाप्य अग्रे वयं गच्छामः. तर्हि अत्र स्वादिगणे ये धातवः सन्ति वस्तुतः चतुस्त्रिंशत् अस्तु अस्तु अस्तु. तर्हि एतेषां सर्वेषां धातोः धातूनां विभागद्वयं वयं कुर्मः. अजन्तदातवः, हलन्तदातवः इति विभागद्वयं कुर्मः. तत्र हलन्तदातवः सामान्याः सन्ति, अजन्तदातवः विशेषाः सन्ति. हलन्तदातोः तत्र श्नु प्रत्ययात् पूर्वं हलन्तधातुषु संयोगः वर्तते. उकारात् यदा श्नु प्रत्ययं योजयामः, हलन्तधातुभ्यः यदा श्नु प्रत्ययः विधीयते, श्नु प्रत्ययान्तम् अङ्गम् उकारान्तं भवति. तादृश उकारात् प्राक् संयोगः वर्तते, हलन्तधातुः वर्तते चेत्. अजन्तधातुः वर्तते चेत् श्नु प्रत्ययान्तम् अङ्गम् उकारात् प्राक् संयोगः न वर्तते, असंयोगपूर्वकः उकारः भवति. असंयोगपूर्वकः उकारः भवति चेत् विशिष्टकार्याणि भवन्ति. इत्युक्ते सामान्यतया तत्र श्नु प्रत्ययान्तम् अङ्गं, श्नु प्रत्ययं निमित्तीकृत्य गुणः तु न भवति, तत्र गुणनिषेधः अस्ति. तत्र गुणनिषेधं कृत्वा यदा अङ्गं वयं साधयामः, श्नु प्रत्ययान्तम् अङ्गं विकरणप्रत्ययं योजयित्वा, श्नु प्रत्ययान्तम् अङ्गं, तदनन्तरं तिङ् प्रत्ययः सन्ति. यदि तिङ् प्रत्ययः पित् प्रत्ययः अस्ति, यदा तिप् इति प्रत्ययः पित् प्रत्ययः अस्ति, तत्र हलन्तधातुषु तत्र किं भवति, हलन्तधातुः कृते हलादिपित्सु प्रत्ययेषु परेषु तदानीं तत्र श्नु प्रत्ययान्तमङ्गम् इगन्तमस्ति, उकारान्तमस्ति, अतः गुणस्य प्रसङ्गः भवति. अतः पित्सु प्रत्ययेषु परेषु गुणः भवति. अजादिपित्सु वा हलादिपित्सु वा प्रत्ययेषु परेषु गुणः सर्वत्र गुणः भवति. अनन्तरं हलादि अपित्सु गुणनिषेधः इति जानीमः. अजादि अपित्सु अपि गुणनिषेधः अस्ति. तत्र अजादि अपित्सु श्नु प्रत्ययान्तम् अङ्गम् अस्ति चेत् अचिष्णु धातु ब्रुवां युवर् यङ् वङ्गौ इत्यनेन तत्र उवङ्गादेशः भवति, उवङ्गादेशः भवति इति अत्र सामान्यम् अस्ति. हलन्तधातुः अस्ति चेत् एवं रीत्या भवति. गुणः अथवा गुणनिषेधः अजादि अपित्सु अचिष्णु धातु ब्रुवां युवर् यङ् वङ्गौ इत्यनेन उवङ्गादेशः. शक्नु योगः अन्ति इति अस्ति चेत् उवङ्गादेशः भवति शक्नुवन्ति इति रूपं लभ्यते. तत्तु सरलमेव अस्ति. इदानीम् अजन्तधातुः अस्ति चेत् तदानीं मया उक्तं श्नु प्रत्ययस्य योजनानन्तरम् अङ्गम् उकारान्तम् अस्ति, तत्र उकारात् प्राक् संयोगः न भवति इति मया उक्तम्. यथा तत्र छि इति धातुः अस्ति, छि इति अजन्तधातुः, चिनु इति अङ्गम्, चिनु इति अङ्गं, तत्र पित् प्रत्ययः परः अस्ति चेत् गुणः भवति, तत्र कोऽपि भेदः नास्ति. अजन्तधातुः वा हलन्तधातुः वा पित्सु प्रत्ययेषु गुणः भवति. अनन्तरं अपित्सु प्रत्ययेषु हलादि अपित्सु गुणनिषेधः अस्ति, तत्रापि भेदः नास्ति. अजन्तं वा अजन्तं वा हलन्तं वा उभयत्र हलादि अपित्सु गुणनिषेधः सर्वत्र भवति. पित्सु गुणः अपित्सु हलादि अपित्सु गुणनिषेधः, अजादि अपित्सु अपि गुणनिषेधः. परन्तु तत्र इतोपि एकं तत्र विशिष्टकार्यं भवति, इत्युक्ते हलादि अपित्सु अपि गुणनिषेधः इति तु एकं कार्यम्, अपि च तत्र अन्यत् अत्र भेदस्थलद्वये भेदः अस्ति. एकं तु लोटि, लोटि हि इति प्रत्ययस्य लोपः भवति. सामान्यतया अनदन्तम् अङ्गम् अस्ति चेत् हि प्रत्ययः तिष्ठति, हि प्रत्ययः तिष्ठति. परन्तु अत्र स्वादिगणे हि प्रत्ययस्य लोपः भवति, हि प्रत्ययस्य लोपः. अतः चिनुयोगः हि, चि इति धातुः अजन्तधातुः, चिनु इति अङ्गं, चिनुयोगः हि, अत्र हि इत्यस्य लोपः भवति, अतः चिनु इति रूपं लभ्यते. अनन्तरं हलादि अपित्सु वकारादिप्रत्ययः मकारादिप्रत्ययः परः अस्ति चेत् चिनु इत्यत्र यः उकारः अस्ति तस्य विकल्पेन लोपः भवति. चिनुवः चिन्वः, चिनुमः चिन्मः. तर्हि हलादि अपित्सु गुणनिषेधः इति सामान्यं भवति, परन्तु स्थलद्वये इतोपि भेदः वर्तते. लोटि मध्यमपुरुषे एकवचने हि प्रत्ययस्य लोपः भवति. अनन्तरं वकारादिप्रत्ययः उत्तमपुरुषे वकारादिप्रत्ययः मकारादिप्रत्ययः भवति. तत्र श्नु प्रत्ययान्तं यदङ्गमस्ति चिनु इति अङ्गं, तत्र उकारस्य विकल्पेन लोपः भवति. अतः चिन्वः चिनुवः, चिन्मः चिनुमः इति हलादि अपित्सु भेदः अस्ति. अनन्तरम् अजादि अपित्सु तत्र किम् उक्तं, हलन्तधातुः अस्ति चेत् अचिष्णु धातु ब्रुवं द्योरि अङ्गु अङ्गौ भवति इति उक्तम्. अजादि अपित्सु अपि च अजन्तधातुः चेत् तदानीं यदा चिनु इति अङ्गम्, इदानीम् अजादि अपित्सु चिनुयोगः अन्ति. अत्र अचिष्णु धातु ब्रुवं युवरि अङ्गु अङ्गौ इत्यस्य प्रसङ्गः वर्तते, परन्तु तद् प्रबाद्य अत्र हुष्णोः सार्वधातुके इति सूत्रेण यण् आदेशः भवति. अतः चिनुयोगः अन्ति, छिन्वन्ति, उकारस्य यणादेशः छिन्वन्ति इति रूपं भवति. शक्नुवन्ति इत्यत्र उवङ्गादेशः, छिन्वन्ति इत्यत्र यणादेशः इति तत्र भेदः अस्ति. अजन्तधातोः कृते स्थलत्रये भेदः अस्ति. लोटि हि प्रत्ययस्य लोपः, वकारादिमकारादिप्रत्ययः परः अस्ति चेत् श्नु इत्यस्य उकारस्य विकल्पेन लोपः. अनन्तरम् अजादि अपित्सु यणादेशः भवति हुष्णुः सार्वधातुके इति तत्र मुख्यभेदः अस्ति. ये विषयाः मया इदानीम् उक्ताः, तेषां स्मरणं यदा भवति तदानीं तत्र रूपसिद्धिः बहु सरलमस्ति, अधिकं किमपि नास्ति. अस्तु, इदानीं तत्र अपि च अस्माभिः दृष्टं किमर्थं स्थलत्रये हलन्तधातुभ्यः अजन्तधातुरूपाणि भिद्यन्ते इति अस्माभिः दृष्टम्. अजन्तधातुः अस्ति चेत् श्नु प्रत्ययस्य यः उकारः अस्ति तस्मात् पूर्वं संयोगः न भवति, असंयोगपूर्वकः भवति. हलन्तधातुः अस्ति चेत् श्नुप्रत्यान्तम् अङ्गं तत्र उकारात् प्राक् संयोगः भवति. यथा शक्नु इति शक् इति धातुः हलन्तधातुः, शक्नु इति अङ्गं श्नुप्रत्यान्तम् अङ्गं, तर्हि तत्र उकारात् प्राक् संयोगः अस्ति, अकार नकारयोः संयोगः अस्ति इति एकः विषयः. इदानीं सि इति धातुः अजन्तधातुः, श्नुप्रत्ययं योजयामः चेत् शिनु इति अङ्गम्, अत्र उकारात् प्राक् संयोगः नास्ति, इकारनकारयोः संयोगः तत्र नास्ति उकारात् प्राक् इति कृत्वा असंयोगपूर्वकः उकारः. तर्हि असंयोगपूर्वकः इति विषयम् आधारीकृत्य तत्र सूत्रद्वयं इदानीं वयं पश्यामः. तर्हि अत्र गतसप्ताहे एतदपि अस्माभिः दृष्टं, तत्र अजादि अपित्सु हलन्तधातुः अस्ति चेत् इको एणचि इति सूत्रं प्रबाद्य अचिष्णुधातु ब्रुवां युवर् यङ् वङ्गौ इत्यनेन उवङ् आदेशः भवति इति, तत्र अचिष्णुधातु ब्रुवां युवर् यङ् वङ्गौ इति सूत्रमपि अस्माभिः परिशीलितम्, अतः पुनः न पठामः, परन्तु तत् सूत्र अनेन सूत्रेण उवङ् आदेशः भवति. उवङ् आदेशः अनेकाल् अस्ति इति कृत्वा सर्वादेशः भवति वा इति चेत् पुनः उवङ् नित् अस्ति इति कृत्वा निच्छ इति सूत्रेण अन्तादेशः भवति इति अपि अस्माभिः दृष्टं, खलु? स्मर्यते वा भगिनि? तर्हि अस्तु, तर्हि उवङ् आदेशः भवति इति उक्तम्. इदानीम् अजन्तधातुः अस्ति चेत् अचिष्णुधातु ब्रुवां युवर् यङ् वङ्गौ इति सूत्रं प्रबाद्य हुष्णोः सार्वधातुके इति सूत्रेण यण् आदेशः भवति. तर्हि इदानीं हुष्णोः सार्वधातुके इति सूत्रं वयं पठामः. तर्हि विजयलक्ष्मी भगिनी पठतु. श्रूयते वा भगिनि? आम् आं श्रूयते. हुष्णुवोः सार्वधातुके हु धातुः च अनेकाच् श्नु प्रत्ययान्तम् अङ्गं च तयोः असंयोगपूर्वस्य अङ्गान्तस्य उकारस्य स्थाने यण् आदेशो भवति. अजादि सार्वधातुकप्रत्यये परे स्थानेन्तरतमः इत्यनेन उकारस्य स्थाने यण् प्रत्याहारे स्थितेषु वर्णेषु वकारः चितः, येन विधिस्तदन्तस्य इत्यनेन तादृशम् अङ्गं यस्य अन्ते उकारः अस्ति. अलोत्यस्य इत्यनेन अङ्गान्ते उकारस्य स्थाने आदेशः यस्मिन् विधिस्तदादा अल्ग्रहणे इति वार्तिकम् इत्यनेन अचि इत्युक्तौ अजादिप्रत्यये. हुश्च श्नुश्च तयोर् इतरेतरद्वन्द्वः हुष्णुवौ तयोः हुष्णुवोः न विद्यते पूर्वः संयोगः, यस्मात् सः असंयोगपूर्वः बहुव्रीहिः तस्य असंयोगपूर्वस्य. हुष्णुवोः षष्ट्यन्तं सार्वधातुके सप्तम्यन्तं द्विपदम् इदं सूत्रम्. अचिष्णुधातुभ्रुवां युवो यङ् वङौ इत्यस्मात् अचि इत्यस्य अनुवृत्तिः, इणो यण् इत्यस्मात् यण् इत्यस्य अनुवृत्तिः, एरनेकाचो संयोगपूर्वस्य इत्यस्मात् अनेकाचः असंयोगपूर्वस्य इत्यनयोः अनुवृत्तिः, ओः सुपि इत्यस्मात् ओः इत्यस्य अनुवृत्तिः, अङ्गस्य इत्यस्य अधिकारः, अनुवृत्तिसहितसूत्रम्, अनेकाचः कुष्णोः असंयोगपूर्वस्य ओः अङ्गस्य यण् अचि सार्वधातुके. द्विपदम् इदं सूत्रं, किन्तु बहवः अनुवृत्तयः सन्ति. हु इति धातुः जुहोत्यादिगणस्य हु धातुः वा भगिनि? आम् आम् अवश्यम्. हु धातुः च अनेकाच् श्नु प्रत्ययान्तम् अङ्गं च एकनिमिषं भगिनी, मम गृहे ध्वनिः अस्ति, एकनिमिषम्। हु धातुः च अनेकाच् श्नु प्रत्ययान्तम् अङ्गं च, तयोः इतरेतरद्वन्द्वः भुष्णुयोः इति भवति। असंयोगपूर्वस्य अङ्गान्तस्य उकारस्य स्थाने यण् आदेशः भवति, कदा भवति? अजादि सार्वधातुकप्रत्यये परे। अत्र स्थाने अन्तरतमः इत्यनेन उकारस्य स्थाने यण् आदेशः भवति, उकारस्य स्थाने वकारः एव भवति। येन विधिस्तदन्तस्य इति परिभाषया तादृशम् अङ्गं यस्य अन्ते उकारः भवति, अलोन्त्यस्य इति केवलम् अन्त्य उकारस्य स्थाने एव आदेशः भवति, न तु सम्पूर्ण अङ्गस्य स्थाने। अपि च यस्मिन् विधिस्तदादाव् अल् ग्रहणे इति वार्तिकेन अचि इति सप्तम्यन्तम् अस्ति, अतः तस्य अव्यवहितपूर्वस्य स्थाने इति अर्थः प्रायः। अचि इत्युक्तौ अजादिप्रत्यये, यस्मिन् विधिः तद् आदौ अल् ग्रहणे, तावदेव भगिनी। यस्मिन् इति अस्ति, अतः अचि इति सप्तम्यन्तम्, अचि अचः अव्यवहितपूर्व अल् वर्णस्य स्थाने कार्यं विहितः भवति इति अर्थः वा भगिनि? अचि सार्वधातुके इत्यनेन यस्मिन् विधि सदादौ अल् ग्रहणे इत्यनेन अजादिः इत्यर्थः, अजादिः अजादिप्रत्यये अजादिः इत्युक्ते सामान्यतया वयं किं वदामः, अचि सार्वधातुके इत्यनेन अजन्तम् इति येन विधि सदन्तस्य इत्यनेन तदन्तम् इति वदामः खलु सामान्यतया तदन्तं, तर्हि अजन्तम् अजन्तम् अजन्तः प्रत्ययः इति नास्ति अत्र अर्थः। यत्र सप्तम्यन्तम् अस्ति तदानीं तत्र अजादिः इत्यर्थः, तदादौ अल्ग्रहणेन तदादौ भवति विधिः, यस्मिन् विधिः तदादौ अल्ग्रहणे। हूश्च स्नुश्च तयोः इतरेतरद्वन्द्वः हुष्णुवौ तयोः हुष्णुवोः इति षष्ट्यन्तम्। न विद्यते पूर्वः संयोगः यस्मात् इति असंयोगपूर्वः इति बहुव्रीहि समासः, तस्य अतः असंयोगपूर्वस्य इति भवति। हूष्णुवोः षष्ट्यन्तम्, अपि च सार्वधातुके इति सप्तम्यन्तं, द्विपदम् इदं सूत्रं, परन्तु अत्र अनुवृत्तिरूपेण बहवः शब्दाः आयान्ति, पदानि आगच्छन्ति। अचिष्णु धातु ब्रुवां युवोर्यङ् वङौ इत्यस्मात् अचि इत्यस्य अनुवृत्तिः, इणो यण् इत्यस्मात् यण् इत्यस्य अनुवृत्तिः, एरनेकाचो संयोग असंयोगपूर्वस्य इत्यनेन अनेकाचः अपि च असंयोगपूर्वस्य इत्यनयोः अनुवृत्ति, अपि च ओ सुपि इत्यस्मात् ओः इत्यस्य अनुवृत्तिः, अङ्गस्य अधिकारः अनुवृत्तिसहितसूत्रम् अस्ति। अनेकाचः हूष्णोः असंयोगपूर्वस्य ओः अङ्गस्य यण् अचि सार्वधातुके, अत्र ओः ओहो अङ्गस्य इति अहं न अवगच्छामि भगिनि. ओहो ओहो इत्युक्ते किम्? ओहो ओहो उ इत्यस्य उ इत्यस्य ओहो. अस्तु अस्तु अस्तु अस्तु अस्तु. गुरोः किं? गुरोः. आम् गुरोः गुरोः. ओहो अङ्गस्य यण् अचि सार्वधातुके इति सूत्रार्थः. इदानीम् अनेकाचः अनेकाचः हुष्णोः असंयोगपूर्वस्य ओहो अङ्गस्य इत्येतेषां पदानां कः सम्बन्धः इति एकवारं वदतु. हूष्णोः अनेकाचः हू इति धातोः यदा किं भवति द्वित्वं भवति तदा तद् अनेकाचः भवति. अतः हू अपि च श्नु प्रत्ययान्तधातोः यदा अङ्गे अनेकाचः भवन्ति केवलम् एकः अच्ना एकः अच् अनेक मोर् देन् वन् अच् अनेकाच् अतः हूष्णुवोः अनेकाचः इति विशेषणविशेष्यभावः अस्ति. कीदृशः अनेकाचः असंयोगपूर्वः अनेकाचः न कीदृशः अङ्गः अनेक असंयोगपूर्वस्य के उकारस्य असंयोगपूर्वस्य इति हू असंयोगपूर्वस्य हुष्णोः अनेकाचः उष्णुः अनयोः विशेषणविशेषभावः किं विशेषणं किं विशेष्यम्? हूष्णोः विशेष्यम् अनेकाचः विशेषणम्. अस्तु इदानीम् असंयोगपूर्वस्य ओहो अपि च हुष्णोः अनयोः कः सम्बन्धः? उकारस्य पूर्वं संयोगः मा भवतु इति अतः असंयोगपूर्वस्य ओहो इत्यनयोः अपि विशेषणविशेष्यभावः अस्ति. सम्यक्. तर्हि इदानीम् अनयोः मध्ये किं विशेषणं किं विशेष्यम्? ओहो इति विशेष्यम् असंयोगपूर्वः विशेषणम्. अस्तु तर्हि ओहो अनन्तरं हुष्णोः उष्णोः अनयोः कः सम्बन्धः? षष्ट्यन्तं द्वयोः अपि उष्णोः ओः अवयवः वा किम् अवयवः किम् अवयवी? अनेकाचः उष्णोः इति सम्पूर्णमस्ति तस्य पार्ट् अस्ति ओः अतः ओः इति अवयवी उष्णोः अवयवः. न होल् पार्ट् इति उक्तवती खलु होल् अवयवः कथं भवति? ओ होल् पार्ट् इस् अवयवी. मम भ्रमः शब्द सेलेक्षन् मध्ये भ्रमः आसीत्. उष्णोः इति सम्पूर्णम् अतः अवयवी अवयवी अवयवी इत्यत्र कीदृशप्रत्ययः अवयवी इत्यत्र इनि वा इनि प्रत्ययः तस्य अर्थः कः? अस्य अस्ति इति. किमस्ति अस्य अवयवः अस्य अस्ति इति वा अवयवाः अस्य सन्ति इति अस्य सन्ति इति अवयवी इति अवयवी इति अस्ति खलु. अतः अवयवी इति होल् अस्ति अवयवः इति पार्ट् अस्ति. तर्हि ओहो इति अवयवः अस्ति ओहो इति पार्ट् अस्ति श्नु प्रत्ययः इदानीं चिनु इति अङ्गं वयं स्वीकुर्मः चिनु इति अङ्गे चिनु इति श्नु प्रत्ययान्तम् अङ्गमस्ति तत्र ओहो इति उकारः उकारः एव ओहो उकारः चिनु इत्यस्य कश्चन भागः अस्ति, अतः ओः. सः ओः कीदृशः भवेत्? चिनु इत्यत्र यः उकारः सः कीदृशः भवेत् इति चेत् असंयोगपूर्वकः भवेत्, इत्युक्ते तस्मात् पूर्वं संयोगः न भवेत्, असंयोगः भवेत्. तर्हि अत्र चिनु इत्यत्र असंयोगः कः? चि इत्यस्य इकारः अस्ति खलु, इकारः न अस्ति, तस्य पूर्वम् इकारः अस्ति, इकारनकारः संयोगः नास्ति. अतः उकारः श्नुप्रत्यान्त अङ्गे उकारः यः उकारः अस्ति सः कीदृशः अस्ति इति चेत् तस्मात् पूर्वं संयोगः नास्ति, असंयोगः वर्तते तस्मात् पूर्वम् इति कृत्वा सः उकारः असंयोगपूर्वकः अस्ति. असंयोगः पूर्वं यस्य वर्तते, यस्य सः असंयोगः पूर्वः यस्य सः, अथवा न विद्यते पूर्वः संयोगः यस्मात् सः इति सम्यक् अस्ति. न विद्यते पूर्वः संयोगः यस्मात्, यस्मात् पूर्वं संयोगः न विद्यते. पूर्वम् इति शब्दः यदा भवति तदानीं यस्मात् इति सम्यक्तया भवति. यस्मात् पूर्वं संयोगः नास्ति तादृश उकारः असंयोगपूर्वकः उकारः. तर्हि हुष्णुवोः हु इति धातुः अथवा श्नुप्रत्यान्तमङ्गम् उभयत्र असंयोगपूर्वः उकारः अस्ति चेत् तत्र उकारस्य स्थाने यणादेशः भवति अजादि सार्वधातुकप्रत्यये परे इति सूत्रार्थः आयाति. अस्तु, समीचीनं. तर्हि इदानीं तत्र शोभाभगिनी एकवारं वदति वा सूत्रार्थः कः इति? आं भगिनि, किन्तु भगिनी यत् भवती उक्तवती श्नु इत्यत्र असंयोगपूर्वः भवति इति, उकारात् पूर्वं षकार नकारयोः संयोगः न स्वीकृतं, तत्र अस्य प्रसक्तिः न भवति. असंयोगपूर्वः उकारः अस्ति चेदेव यणादेशः भवति, अतः शक्नु इत्यत्र न भवति. उकारात् प्राक् संयोगः अस्ति खलु शक्नु इत्यत्र, ककारनकारयोः संयोगः अस्ति, अतः कुष्णो सार्वधातुके इति सूत्रस्य प्रसक्तिः एव नास्ति. असंयोगः अस्ति चेदेव प्रसक्तिः, यथा चिनु इत्यत्र, चिनु इत्यत्र प्रसक्तिः अस्ति, शक्नु इत्यत्र नास्ति. किन्तु शकारनकारयोः संयोगः नास्ति वा? संयोगः अस्ति, अत्र असंयोगः इति अस्ति खलु, असंयोगः अस्तु, अस्तु, संयोगः न विद्यते, न विद्यते पूर्वं संयोगः. अस्तु अस्तु. तर्हि अपि च शकारः न परिगणयति खलु, तत्र इत् भवति केवलं नु इति. शकारः तु इत् सम्यकः, षित् अस्ति खलु, श्नु प्रति तत्र शकारस्य इत् संज्ञा, नु एव अवशिष्यते भगिनी. तत् सः एव प्रश्नः वा शोभा भगिन्यः? श्नु इत्यत्र नु, सः प्रश्नः नास्ति खलु, न न न सः प्रश्नः नास्ति. संयोगः एव मया प्रायशः अन्यरीत्या श्रुतम् इति मन्ये भगिनि. असंयोगः इत्यत्र संयोगः इति भवति प्रायः अवगतवती, असंयोगः. अस्तु अस्तु. असंयोगः नाम यस्मात् पूर्वं संयोगः नास्ति, उकारात् पूर्वं संयोगः नास्ति, अतः उकारः असंयोगपूर्वकः आम् अथवा असंयोगपूर्वः, उभयता वक्तुं शक्यते. आम् तर्हि हुष्णुवोः सार्वधातुके इति सूत्रस्य अर्थः पुनः हू धातुः भवेत् अपि च अथवा अनेकाच् श्नु प्रत्ययान्त अङ्गं भवेत् तर्हि तयोः असंयोगपूर्वस्य यथा इदानीम् उक्तं तत्र उकारात् पूर्वं संयोग न भवेत् यथा शक्नु अथवा श्नु इति यत्र द्वयोः वर्णयोः संयोगः अस्ति तथा न भवेत् तदा तस्य असंयोगपूर्वस्य अङ्गस्य अन्त्यस्य उकारस्य यणादेशः भवति एतेन सूत्रेण यदा इत्युक्ते अजादिसार्वधातुकप्रत्यये परे इति अपि च तत्र स्थानेन्तरतमः येन विधिस्तदन्तस्य अपि च अलोन्त्यस्य इत्येतेषां सूत्राणाम् आधारेण आदेशः अन्ते एव भवति इति फलितार्थः भवति. अपि च किमर्थं येन विधि येन विधिस्तदं तस्य किमर्थम् आवश्यकम्? येन विधिस्तदं तस्य इत्यनेन तादृशम् अङ्गं यस्य अन्ते उकारः अस्ति इति. किमर्थं तादृशचिन्तनस्य आवश्यकता किमर्थम् अस्ति? हुष्णुवोः ओहो इति वदामः चेत् हुष्णुवोः इत्यत्र ओहो कुत्र भवति? अन्ते एव भवति खलु, अथवा तस्मात् पूर्वमपि भवितुमर्हति वा? अन्ते एव भवति, किन्तु एते एतानि सूत्राणि तत्र सम्बन्धः अस्ति खलु भगिनि, येन विधिस्तदन्तस्य इति अपि च अलोन्तस्य इत्यनयोः. न अलौन् तत् सम्बन्धः अस्ति इति न, अलौन्तस्य इत्यनेन सम्बन्धः अस्ति इति न. अत्र येन विधिस्तदन्तस्य इत्यत्र तु विशेषणविशेषभावः यत्र अस्ति तत्र क्लेशः अस्ति. इत्युक्ते इकः अङ्गम् इति वयं वदामः चेत् इक् इति अङ्गम् इति वा इति प्रश्नः जायते. एवमत्र तादृशसंशयः कुत्र अस्ति? तर्हि तत्र किमर्थम् उक्तम् उकारः इति अङ्गम्? उकारः इति अङ्गम् अस्ति चेत् तदानीं तादृश अङ्गम् असंयोगपूर्वकः भवति वा? न भवति खलु, केवलम् उ इति अङ्गं न भवति. अतः येन विधिस्तदन्तस्य इत्यनेन किं साधयितुम् इच्छामः अत्र? तर्हि येन विधिस्तदन्तस्य इत्यनेन तादृशम् अङ्गं यस्य अन्ते उकारः अस्ति इति भवति. किमर्थं तथा वक्तव्यं? किमर्थं तथा वक्तव्यम्? अत्र उ इति अङ्गम् इति कुत्रचित् उक्तं वा अत्र? ओः अपि च असंयोगपूर्वस्य अनयोः तादृशसाक्षात् विशेषणविशेषभावः इति नास्ति खलु, अत्र बहुव्रीहिसमासः खलु, असंयोगपूर्वः अपि ओहो एव. एवं चेत् एवं केवलम् उकारः इति अङ्गम् अस्ति चेत् तदानीम् असंयोगपूर्वकः इति न भवति खलु? सत्यम्. अतः अत्र किमर्थं येन विधिस्तदन्तस्य इति वक्तव्यं? येन विधिस्तदन्तस्य इत्यस्य आवश्यकता नास्ति अत्र. एवं वा? येन विधिस्तदन्तस्य तदा एव आगच्छति यत्र अङ्गम् अपि यस्य अङ्गस्य अन्ते उकारः अस्ति चेत् तदङ्गमपि भवति अथवा अन्त्यवर्णः अपि भवति इति अस्ति. किन्तु तथा नास्ति इदानीम् अत्र. किं सारधातुकार्धधातुकयोः इति सूत्रस्य विषये चिन्तनं कुर्मः चेत् इगन्त अङ्गस्य इकः गुणः इति अस्ति. इक् इति अङ्गम्, इक् अपि च अङ्गम् अनयोः विशेषणविशेषभावः अस्ति. तर्हि इक् यथा उन्नतः बालकः इति वयं वदामः चेत् उन्नतः एव बालकः, बालकः एव उन्नतः, अनयोः अभेदसम्बन्धः. एवम् इकः इति इकः अङ्गम्, इकः अङ्गस्य इति वयं वदामः चेत् तर्हि अङ्गं तादृश अङ्गं यत्र इक् इति वर्णः भवेत् इति तावदेव वयम् अवगच्छामः. इ इति अङ्गम् इति अवगच्छामः. परन्तु तत्र तथा विवक्षा नास्ति. तत्र न केवलम् इ इति अङ्गं, परन्तु तादृश अङ्गं यस्य अन्ते इकारः वर्तते तस्यापि ग्रहणम् इति वयं वदामः तत्र. तथैव अत्र ओहो अङ्गस्य इति वयं वदामः चेत्, ओहो अङ्गस्य इति वयं वदामः चेत् अत्र उ इति अङ्गम् इति विवक्षितं वा अत्र? अत्र तु उष्णोः ओहो इति उक्तं खलु, इति वदनेन एव, उष्णोः ओहो इति वदनेन एव अङ्गे केवलम् उ एव अस्ति इति नास्ति खलु? सत्यं. तत्र हु अथवा श्नु तस्मात् आगतः उ इति भवति, अन्ते एव अस्ति इति वदति खलु. अन्ते एव अस्ति इति कृत्वा पुनः अन्ते एव इति वक्तव्यम् इति नास्ति. अस्तु अस्तु. तदन्तग्राह्याः अत्र किं यस्मिन् विधिस्तदन्त नास्ति प्रत्ययग्रहणे तदन्तग्राह्याः इति परिभाषा अस्ति खलु, तत् अत्र प्रयुङ्क्ते वा? न, अङ्गस्य इति अस्ति खलु, उष्णोः अङ्गस्य इति अस्ति खलु, उष्णोः अङ्गस्य इति यदा श्नु इति वदति चेत् अत्र अनेकात् श्नु इति वदति चेत् तत्र तु श्नु इति प्रत्ययस्य अपि च अङ्गस्य अनयोः कथम् अन्वयः इति वयं वदामः चेत् तदानीं वयं वक्तुं शक्नुमः प्रत्ययग्रहणे तदन्तग्राह्याः इत्यनेन श्रुप्रत्यान्तस्य अङ्गस्य इति वयं तदा वक्तुं शक्नुमः, श्रुप्रत्यान्तस्य अङ्गस्य इति वक्तुं शक्नुमः, तत्र अन्तस्य इति अवश्यम् अन्वेति, श्रुप्रत्यान्तस्य अङ्गस्य इति अन्वेति, परन्तु उकारान्तस्य अङ्गस्य इति किमर्थं वक्तव्यम्? श्रुप्रत्यान्तस्य अङ्गस्य इति वयं वदामः चेत् तत्र उकारान्तस्य अङ्गस्य इति अवगच्छामः, न भवति एव एन विधिस्तदन्तस्य आवश्यकता एव नास्ति न, अनेकाचित् उक्तत्वात् अपि च तत्र भूष्णु इति उक्तत्वात् आवश्यकता एव नास्ति, एन विधिस्तदन्तस्य इत्यस्य आवश्यकता नास्ति, अलोन्त्यस्य इत्यस्य आवश्यकता अस्ति वा? तद् आवश्यकं किल, अन्तकारः अन्ते भवेत् इति दत्ता, अलोन्त्यस्य इत्यस्य आवश्यकता अस्ति अत्र, अलोन्त्यस्य इत्येन अङ्गान्ते यः उकारः अस्ति तस्य स्थाने आदेशः, किमर्थं तादृशसंशयः भवति इति चेत् यथा तत्र कूदातुः कूदातुः जुः इति अङ्गं भवति, जुः जुः इत्यत्र उकारद्वयं वर्तते, अतः संशयः भवितुम् अर्हति तत्र कुत्र कुत्र जुः इत्यत्र कुत्र उकारः भवेत् इति चेत् तादृश उकारः यः संयोगपूर्वकः असंयोगपूर्वकः भवेत् तर्हि जुः इत्यत्र उकारात् पूर्वम् असंयोगः तर्हि द्वितीय उकारः एव भवितुम् अर्हति, प्रथम उकारः असंयोगपूर्वकः नास्ति इति कृत्वा तत्रापि द्वितीय उकारः एव भवति, अतः पुनः अलोन्त्यस्य इत्यस्यापि आवश्यकता नास्ति इति भाति, यतोहि असंयोगपूर्वकः उकारः अङ्गान्ते एव भवति, बालानां कृते स्पष्टीकरणं स्पष्टमेव अस्ति, द्वयः अपि असंयोगपूर्वः एव खलु, कथम् खलु जुः तत्र द्वितीयः तु उकारात् प्राक् हकारः अकारः असंयोगः अस्ति, जु इत्यत्र यः उकारः अस्ति तत्र कुत्र अस्ति असंयोगः? एकः एव वर्णः अस्ति खलु पूर्वम्? एक एव वर्णः, अतः असंयोगः इति कथं वक्तुं शक्नुमः? जुः संयोगः नास्ति खलु? तदेव चिन्तितवती, संयोगः नास्ति तत्र खलु भगिनि, उकारद्वयमपि असंयोगः एव इति वयं वदामः चेत् अत्र संयोगः इत्युक्ते वर्णद्वयं भवेत् तदानीमेव संयोगस्य चिन्तनं, एकः एव वर्णः अस्ति चेत् संयोग असंयोगः इति कथं वक्तुं शक्नुमः? संयोगः न विद्यते संयोगः इति वयं वदामः चेत् तत्र वर्णद्वयं भवेत् खलु, तर्हि तत्र संयोगः भवेत् किन्तु संयोगः तत्पुरुषकृतं चेत् किं किं क्षम्यतां, न संयोगः असंयोगः इति तत्पुरुषसमासेन कृतं चेत् न तत्पुरुषेण न कृतं खलु, अत्र बहुव्रीहिः एव उक्तं खलु, न विद्यते पूर्वं संयोगः यस्मात् उकारात् संयोगः न विद्यते इत्युक्ते वर्णद्वयम् अस्ति परन्तु संयोगः नास्ति असंयोगः भवेत् इति, अत्र अस्मिन् सूत्रे विवक्षा का इति चेत् यत्र वर्णद्वयं भवेत् अपि च तयोः संयोगः न भवेत् इति एव विवक्षा अत्र, तत्तु एकत्र एव भवति, अतः अलोन्त्यस्य इत्यस्य अपि पुनः आवश्यकता नास्ति, अतः यथा विजयलक्ष्मी भगिनी वदति तत्र बालानां सुखबोधाय भवतु नाम इति वदति इति अस्तु भवतु, अपि च भगिनी क्षम्यताम् हुष्टुप् इति षष्टि द्विवचनमस्ति, तर्हि अनेकाचः एकवचनं खलु, षष्टि एकवचनमेव अत्र प्रयुङ्क्ते इति अस्ति, एकवचनं इति वक्तुं शक्नुमः नो चेत् द्विवचनम् इति वक्तुं शक्नुमः, अनेकाचौ इति वक्तुं शक्नुमः, द्विवचनं उष्णवोः इति द्विवचने अस्ति खलु, षष्टि द्विवचनं खलु, द्विवचने अस्ति अनेकाच् इति तस्य विशेषणम् अस्ति इति कृत्वा अनेकाचौ इति वदति, परन्तु अनेकाच् इत्यस्य केवलं श्नु प्रत्यय श्नु इत्यनेन एव अन्वयः इति चेत् तदानीं तत्र अनेकाच् एकवचने भवेत्, अत्र वस्तुतः एकवचने अस्ति चेत् सम्यक् भवति अथवा द्विवचने अस्ति चेत् सम्यक् भवति, तावदेव एकवचने भवतु अथवा द्विवचने भवतु, एकवचने भवति चेत् श्नु इत्यत्र एव अन्वयः भवति इति वदति वा? इत्यत्र एव अन्वयः अन्वयः हू इति एतस्य अङ्गस्य श्नु प्रत्यान्तस्य वस्तुतः अनेकाचित् द्वयोः अपि भवेत्, यतोहि सूत्रे तु किमपि न उक्तम्, अनेकाचित् हू इत्यस्य अपि अन्वयः, इत्यनेन सह अपि अन्वयः, श्नु इत्यनेन सह अपि अन्वयः, अतः अनेकाचौ इति वयं वदामः चेत् पर्याप्तम्, अथवा अनेकाच् इति वदामः, एकवचने वदामः चेदपि द्वन्द्वादौ श्रूयमाणं पदं प्रत्येकमपि सम्बध्यते इति कृत्वा अनेकाच् इत्यस्य द्वयोः अन्वयः. तत्र जुः इति भवति चेत् अनेकाच् भवति इति वदति वा भगिनि? अस्तु, तर्हि अनेकाचः इति अन्वयः भवति तत्र. इत्युक्ते तत्र अर्थः कः इति वदतु इति पृष्टवती. अनेकाचः हुष्णुवोः इत्युक्ते हु इति धातुः, हु इति अङ्गं, हु इति अङ्गं, हु इति अङ्गं, जुहु इति भवति चेत् अङ्गम् अस्ति, अनेकाच् अस्ति, अपि च श्नु इति अनेकाच् अस्ति एव. तयोः अनेकाचः हुष्णुवोः इदानीं हु अपि च अङ्गम् इदानीं चिन्तयतु, हु अपि च अङ्गम् इति वयं वदामः चेत् तत्र अनयोः विशेषणविशेषभावः अस्ति. इदानीं हु इति अङ्गम् इति आयाति खलु, हु इति अङ्गम् इति वदामः चेत् तदानीं तत्र अनेकाच् भवितुम् अर्हति वा? हु इति अङ्गं भवति चेत् भवितुम् अङ्गं भवति चेत् भवितुम् अर्हति भगिनि? न, कथं भवितुम् अर्हति? हु इति अङ्गम् इत्युक्ते हु इति एव अङ्गं, हु इति एव अङ्गम्, अस्तु. तर्हि कथं भवितुम् अर्हति? तस्मात् अधिकं वर्णः अस्ति खलु, अच्छि अच्छि एव वर्णः नास्ति. हु इति अङ्गं वयं वदामः चेत् तत्र अनेकाचित् न भवितुम् अर्हति. तदर्थं तत्र किं वक्तव्यम् इति चेत् हु इति तत्र उकारान्तम् अङ्गं, हु इति हु इत्यस्य उकारान्तम् अङ्गम्. अपि च तत्र आरम्भे एव दत्तं खलु भगिनि, हु धातुः च अनेकाच् श्नु प्रत्ययान्तम् अङ्गं च इति तत्र पृथक्तया एव. तत्र सूत्रेषु हुष्णुवोः अनेकाचः इति एव अस्ति, अत्र किमर्थम् एवं व्याख्यानं कृतम् इति एकवारं चिन्तनीयं. परन्तु विभोतेः श्नु प्रत्यान्तस्य अनेकाचः अङ्गस्य इति अस्ति, अनेकाचः इति तु उभयत्र अन्वेति. अस्तु, अन्वेति जुहोतेः श्नु प्रत्यान्तस्य अनेकाचः अङ्गस्य च असंयोगपूर्वस्य वर्णस्य यण् स्यात् अजादौ सार्वधातुके इति अस्ति. अतः जुहोतेः इति हु इति वयं वदामः चेत् हु इत्यत्र सार्वधातुकप्रक्रियायां हु धातोः सर्वदा द्वित्वं भवति एव खलु. जुहोतेः इति उक्तम्, परन्तु हु धातोः सर्वदा तु द्वित्वं भवति एव, सार्वधातुकप्रक्रियां तु सर्वदा द्वित्वं भवति एव. तर्हि अजादि सार्वधातुकप्रत्यये परे हु धातोः द्वित्वम् एव, द्वित्वसहितरूपमेव भवति इति कृत्वा अनेकाचः भवति एव. हु धातुः अनेकाचः एव भवति, हु हु इति अनेकाच एव भवति सार्वधा अजादि सार्वधातुकप्रत्यये परे सर्वदा खलु. एवमस्ति चेत् तर्हि पुनः तत्र उकारान्तम् अङ्गम् इति किमपि वक्तव्यं नास्ति. अनेकाच् हू धातो हू अङ्गस्य अपयोगपूर्व ओकारस्य यणादेशः भवति, तावदेव. अचि सर्वदा यत्र यत्र द्वन्द्वः भवति तत्रैव हू इत्यस्य यणादेशः भवति इति किमपि अस्ति वा पृष्टम्? यत्र द्वित्वं भवति तत्र एव यणादेशः भवति अत्र, यतोहि सार्वधातुकप्रक्रियायामेव यणादेशः भवति. सार्वधातुकप्रक्रियायां कुत्र भवति इति चेत् लट् लोट् लङ् विधि लिङ् इत्यत्र भवति, नो चेत् किं तत्र शत्रुशत्रु प्रत्यान्तशब्दः अस्ति चेत् तत्र भवति जुह्वत् तत्र भवति. किन्तु द्वित्वं तु लौ इत्यनेन भवति, अपि च न लिट्लकारे भवति, परन्तु तत्र कुत्रापि सार्वधातुकत्वं नास्ति. भगिनी असंयोगपूर्वस्य एः तद् इकारस्य ओः एतत् उकारस्य विषये एवं वा? एः इति विषयः नास्ति, ओः एव अत्र उकारस्य एव न, तत् सूत्रमपि अस्ति, एतदपि अस्ति, अतः पृष्टवती कुत्र अस्ति तत् सूत्रम्। एरनेकाचो संयो असंयोगपूर्वस्य तत्र एरनेकाचो इत्यत्र तु ईकारान्त अङ्गस्य, तत्र सत्यम् ईकारान्त अङ्गस्य अत्रापि एणादेशः भवति। एरनेकाचो एः अनेकाचः, एः अनेकाचः इत्यत्रापि यणादेशः, ओहो अनेकाचः इत्यत्रापि यणादेशः। परन्तु ओहो अनेकाचः इत्यत्र केवलम् अत्र श्नुप्रत्ययान्तस्य विषये, हुधातोः विषये। एः अनेकाचः इत्यत्र तु केवलं एकत्र इति नास्ति, यत्र यत्र कुत्रापि ईकारान्तम् अङ्गम् अनेकाचङ्गम् असहयोगपूर्व अस्ति चेत् सर्वत्र यणादेशः भवितुम् अर्हति। तत्र निमित्तं किम् अस्ति एरनेकाचो संयोगपूर्वस्य इत्यत्र किति निति प्रत्यये परे इति मन्ये, मया स्मरामि एरनेकाचो संयोगपूर्वस्य इति ईवरस्य अजादिप्रत्यये परे, अजादिप्रत्यये यथा। परन्तु सार्वधातुकत्वं तत्र न अपेक्षितम्, अजादिप्रत्ययः यः कोऽपि प्रत्ययः भवतु, सार्वधातुकः वा अर्धधातुकः भवितुमर्हति। अत्र तु सार्वधातुकत्वम् अपेक्षितं खलु इति भेदः अस्ति। तत्र ओसुपि अपि सूत्रमस्ति भगिनि, ओसुपि तु सुपि प्रत्ययपरे एव भवति, सार्वधातुकप्रत्ययः यणादेशः। तस्मात् ओसुपि इति ओसुपि इति केवलम् अनुवृत्त्यर्थम् अत्र स्थापितमस्ति। ओसुपि अपि च अस्य अनयोः कोऽपि सम्बन्धः नास्ति, सम्बन्धः नास्ति ओसुपि, सम्बन्धः नास्ति, परन्तु सुप् तत्र ओः तत्रापि यन् भवति सुप् प्रत्यये परे, परन्तु सार्वधातुकप्रत्ययः नास्ति तदपि। भगिनि तत्र एकः प्रश्नः, न विद्यते पूर्वः संयोगः यस्मात् सः असंयोगो पूर्वः बहुव्रीहि इत्युक्तम्, तत्र मया सम्यक् न अवगतं, तत्पुरुषः भवति चेत् किं भवति, तत्पुरुषसमासः भवति चेत्? चिन्तयतु, तत्पुरुषः अस्ति चेत् कथं भवति? तत्पुरुषः तु किं तत्पुरुषः? अस्तु ओके, तस्य नैतत्पुरुषः न भवति, कयोः पदयोः नैतत्पुरुषः, अ अपि च असंयोगः इति वा? हा समीचीनं, परन्तु असंयोगः न संयोगः असंयोगः, पूर्व इति शब्दस्य कथम् अन्वयः? सत्यं न भवति, अपि च तत् उत्तरपदस्य प्राधान्यं भवति, तत्र तु अन्यपदार्थस्य प्राधान्यम् अस्ति किल, तत्र उत्तरपदस्य प्राधान्यं नास्ति, तदपि अस्ति किल, इति तदपि अस्ति, परन्तु अन्वयः एव न भवति। असंयोगः अपि च पूर्वः नयोः कीदृशसमासः इति प्रथमतया वक्तव्यम्। यतोहि पूर्वः इति शब्दः विशेषणरूपेण वयं स्वीकर्तुं शक्नुमः, पूर्वः पूर्वः पूर्वम् इति वक्तुं शक्नुमः, परन्तु असंयोगः अपि च पूर्वः अनयोः कः सम्बन्धः इति वक्तुं क्लेशः अस्ति। असंयोगस्य पूर्वः वा असंयोगस्य पूर्वः वा असंयोगात् पूर्वः वा न सङ्गच्छते, असंयोगे पूर्वः इति वा कथञ्चिदपि न सङ्गच्छते खलु। असंयोगः असंयोगः एव पूर्वः, पूर्वः इति वदति चेत् असंयोगः एव पूर्वः, असंयोगपूर्वः, असंयोगपूर्वः कः? उकारः। अस्तु समीचीनम् अवगतं, भेदः अवगतम्, अस्तु धन्यवादः। तर्हि सूत्रार्थः स्पष्टः चेत् अग्रे गच्छामः। अस्तु तर्हि अग्रे किं मीनभगिनी अग्रे पठतु। अस्तु अनिमा भगिनी पठतु। स्वादिगणे कविता अर्थः तत्र वा? तत्र वा भगिनी? श्रूयते वा? श्रूयते। स्वादिगणे फलितार्थः एवं यत् अजाद्यपिति परे असंयोगपूर्वस्य उकारस्य स्थाने यण् आदेशः भवति, तत्र अजादि अपित् प्रत्यये परे असंयोगपूर्वस्य उकारस्य छिन् छी धातु तत्र किल असंयोगपूर्वम् अस्ति, तत्र उकारस्य स्थाने यङ् आदेशः भवति इदानीम् अनेक उष्णुवोः सूत्रं किम् उष्णुवोः उष्णुवोष्णारुदातके इति सूत्रेण यण् आदेशः भवति. अग्रे पठामि वा? आमां पठतु. अजादि अपित्सु सर्वेषां स्वादिगणीयधातूनां कृते, अजादि अपित्सु सर्वेषां स्वादिगणीयधातूनां कृते इको यनचि इत्यनेन यण् आदेशः प्रसक्तः, तदा तं प्रबाद्य अचिष्णुधातुभ्रुवां युवो युवोर् यङ् उवङौ इत्यनेन उवङ् विहितः सर्वेषां धातूनां प्रसङ्गे, तदा अजन्तधातूनां कृते उवङ् आदेशः प्रबाद्य कूष्णुवोः सार्वधातुके इत्यनेन पुनः यन् आदिष्टः. सार्वधातुकार्धधातुकयोः इत्यस्य अपि प्रसक्तिः अत्र अत्र इति स्मर्यताम्. तदा अपित्वात् गुणनिषेधो भवति. आहत्य अजादि अपित्सु सूत्रक्रमः एवं भवति: इको यनचि, तदनन्तरं सार्वधातुकार्धधातुकयोः सार्वधातुकम् अपित् इति कारणेन ज्ञति चेत् सूत्रेण अचिष्णु धातु भुवां योर्यङ् वङौ, तदनन्तरं हुष्णोः सार्वधातुके. तत्र यद् चीति एव अजादि अजादि अपि सर्वेषां स्वादिगणे धातूनां इको यनचित्यनेन यन् आदेशः प्रसक्ति. तत्र उदाहरणं ची इव धातु स्वीकृत्य, तत्र ची यदि अजादि कीदृशस् कीदृशस् प्रत्ययः आगच्छति अजादि चिनुयोगः अन्ति, चिनुयोगः अन्ति, चिनुयोगः अन्ति, चिनुयोगः अन्ति, तत्र अपित् अजादि अपित् भवति. तत्र अजादि अपित् भवति चिनुयोगः. तत्र प्रथमं सार्वधातुक अर्धधातुकयोः इति सूत्रं प्रसक्तिः अस्ति, परन्तु प्राप्तिः नास्ति. किमर्थमिति चेत् तत्र श्नुधातु अपित् अस्ति, तस्मात् गुणः निषेधः भवति ङिति इति सूत्रेण. तदम् इको तदनन्तरं अचि इको यनचि इत्यनेन यन् आदेशः. इको यनचि इति सामान्यसूत्रं तत् सर्वत्र आगच्छति. इदानीम् अत्र सूत्रसङ्ख्या द्रष्टव्यं वा भगिनि? इदानीं किं किमर्थं हूष्णु भुवोः सार्वधातुके इति एव केवलम् आगच्छति अन्तिमे? इको यनचि इति कार्यं क्षेत्रं बहु अस्ति, तस्मात् तत्र प्रभात्य अचिष्णु अचिष्णुध्रुवोः युवोर्यङ्यङौ इति सूत्रं कार्यं कर्तुं शक्यं. तत्र ओ उवङ् आदेशः भवितुं शक्यम् अजन्तधातु अत्र. तत् किं न भवति इति उक्ते तत् प्रबाद्य हूष्णु स्व सार्वधातुके इति सूत्रम् एव कार्यं करोति. किमर्थम् इति चेत् तत्र संख्या अस्ति उष्णो धातु 6487 भवति, परन्तु अचिष्णु ध्रुवो धातु युवो यङ् इति सूत्रं तत्र पूर्वसूत्रं भवति, सो परसूत्रम् एव बलवत् भवति. तस्मात् उष्णोः सार्वधातुके इति सूत्रं कार्यं करोति. तत्र यण् यण् आदेश यण् एव उष्णुः अङ्गस्य यण् अचि परे अन्ति इति प्रत्यये परे तत्र चिन्वन्ति इति वकारः. न न, भवती परत्वादिति उक्तवती. परत्वम् इति वक्तव्यं चेत् अत्र अन्यत्र लब्धवकाशः इति वक्तव्यं खलु? अन्यत्र लब्धावकाशः कस्य किम् अस्ति इति किमपि न प्रतिपादितं, केवलं परत्वात् इति वदति चेत् पर्याप्तं नास्ति. तत्र किम किम सूत्रद्वय कूष्णोः सावधातके अपि च अचिष्णु ध्रुवां युवर् युवङ्गौ इति सूत्र स्वीकृत्य वा न तत्र त्रीणि अत्र त्रीणि सूत्राणि सन्ति खलु, तर्हि एतेषां विषये किमर्थम् एतं प्रबाद्य एतत् सूत्रं प्रबाद्य एतद् एतत् प्रबाद्य एतत् किमर्थं वक्तव्यं तथा किं किं कारणमस्ति एवं किमर्थम् उक्तं तदर्थं किमपि वक्तव्यं खलु, किम् अस्ति तत्र बलाबलचिन्तनं किम् इति वक्तव्यं खलु. अत्र अत्र किञ्चित् तत्र लक्ष्मीभगिनी किञ्चित् सायं करोतु, अत्र किं भवत्याः चिन्तनं किम्? आं भगिनि, अत्र अजादि अपि चु स्वादिगणे इको यणचि इत्यस्य प्रसक्तिः अस्ति. तत् प्रभाद्य अचिष्णु धातुपूर्वं युवर् यङ् वङौ इति उक्तम्, इत्युक्ते इको यणचि इत्यस्य सूत्रसङ्ख्या 6177, अचिष्णु इत्यस्य 6477, 6477. अत्र बलबलचिन्तनस्य विषये पश्यामः चेत् अत्र इको यणचि सर्वसामान्यसूत्रमस्ति, अपि च संहितायां वर्तते इति कारणात् अङ्गकार्यमेव भवति इति कारणात् अत्र अचिष्णु धातुपूर्वाङ् इवोर् यङ् वङौ इत्यस्य प्रसक्तिः भवति इति वक्तुं शक्यते. पुनः अचिष्णु धातुपूर्वाङ् यवोर् यङ् वङौ इति सूत्रं प्रबाद्य हुष्णुवोः सार्वधातुके इत्यत्र अपवादेन हुष्णुवोः सार्वधातुके इति कार्यं करोति, यतोहि नो चेत् अस्य इदं सूत्रं व्यर्थं भवति, अस्य निरवकाशत्वं भवति इति कारणात् तत् अचिष्णुधातुपूर्वं प्रबाद्य हुष्णुवोः सार्वधातुके कार्यं करोति, अत्र अपवादेन इति वक्तुं शक्यते इति चिन्तयामि. समीचीनं समीचीनं. तर्हि सार्वधातुकार्धधातुकयोः का गतिः? सर्वप्रथमं सार्वधातुकार्धधातुकयोः इत्यस्य एव प्रसक्तिः स्यात्, किन्तु अत्र किमस्ति सर्वधातुकम् अपित् अस्ति इति कारणात् गुणनिषेधः निदीच इति सूत्रेण सम्भवति. तर्हि ततः परमेव इको यणचि इत्यस्य प्रसक्तिः स्यात् खलु भगिनि? सर्वप्रथमं तु सार्वधातुकार्थधातुकयोः इत्यस्य एव प्रसक्तिः, तदेव प्रथमं स्वीक्रियते इति चिन्तयामि. सार्वधातुकार्थधातुकयोः जी योग अन्ति इत्यत्र सार्वधातुकार्थधातुक अङ्गकार्यमपि अस्ति इति कारणात् इदं सूत्रम् आयाति. अत्र अपित्वम् अस्ति इति कारणात् सार्वधातुकमपि निषेधसूत्रमपि आयाति इति च. तर्हि इदानीं गुणकार्यं न सम्भवति, ची योग अन्ति इति एव तिष्ठति. इदानीम् इको यणचि इत्यस्य प्रसक्तिः स्यात्, इकारस्थाने यकारादेशः सम्भवितुम् अर्हति, किन्तु श्रुप्रत्ययान्तम् अङ्गमस्ति, अजादि अपित् प्रत्ययः परे अस्ति इति कारणात् अचिष्णुधातुपूर्वाङ् इवोर् यङ् वङौ इति सूत्रं कार्यं करोति. इको यणचि प्रबाध्य इत्युक्ते अत्र अत्रैव परत्वात् इति वक्तुं शक्यते इति चिन्तयामि. इको यणचि प्रबाद्य अङ्गकार्यं 6477 इति कारणात् अत्र परत्वात् अचिष्णुधातुभ्रुवं कार्यं परत्वात् इति न, परत्वात् इति न, अचिष्णुधातुभ्रुवम् इति सर्वसामान्यसूत्रम् आयाति, परन्तु अङ्गकार्यं प्रबलम् अस्ति इति कृत्वा अङ्गकार्यं भवति, परत्वात् इति न, अङ्गकार्यत्वात्. यदि परत्वम् इति वदति चेत् तदानीम् अन्यत्र अन्यत्र लब्धावकाशः इति प्रतिपादनीयं खलु? आम् सत्यं. पुनः हुष्णुवोः सार्वधातुक इत्यस्यापि प्रसक्तिः अस्ति, तर्हि तयोः मध्ये बलाबलात् चिन्तनं कुर्मः चेत् हु श्नुवोः हू धातुः अपि च श्नु प्रत्ययान्त अङ्कं सर्वधातुके परे यणादेशः भवतु इति इदं सूत्रं वदति इति कारणात् उवङ् आदेशः प्रभात्य यणादेशः भवति. इतोपि विशिष्टसूत्रमस्ति अपि च अस्य कार्यक्षेत्रं बहु लघुः अस्ति अतः अचिष्णुधातुप्रवाङ् युवोरियङ् वङ्गौ इत्यस्य अपवादरूपेण विष्णुवोः सर्वधातुके कार्यं करोति. सम्यक् समीचीनं भगिनी, धन्यवादः. बहु सम्यक्. तर्हि इदानीं सूर्यकुमारी भगिनी वदतु, तत्र बलबलचिन्तनं किम् उक्तवती भगिनी, किम् अवगतं भवत्या? न भगिनी, किं न अवगतं वा? आम् आम् आम् वदतु वदतु. तत्र इको एनच् प्रथमम् इको एनचि अचिष्णु धातुभ्रुवं मध्ये इको एनचि सामान्यसन्धिकार्यम् अस्ति. क्षम्यताम्, इको एनचि सार्वधातुक अर्धधातुकयोः, तत्र इको एनचि सन्धिकार्यं सार्वधातुक अर्धधातुकयोः अङ्गकार्यमस्ति. तत्कारणेन सार्वधातुक अर्धधातुकयोः प्रथमं भवति. तदापि सार्वधातुकमपि अपि अस्ति चेत् निति च इत्यनेन गुणनिषेधः. अनन्तरं अङ्गकार्यमस्ति अचिष्णु धातुभ्रुवां व्योर्यङ्गौ इति. अङ्गकार्यम् अस्ति विशिष्ट हूष्णुवो सार्वधातुके इति विशिष्टसूत्रमस्ति. निरवकाश भवति तत् प्रबाद्य अचिष्णु धातुभ्रुवां योर्यङ् औ प्रबाद्य हूष्णुवो सार्वधातुके इति सूत्रेण बलवत् भवति. तत्कारणेन हूष्णुवोः सार्वधातुके कार्यं भवति. समीचीनं समीचीनम्. इत्युक्ते सर्वसामान्यम् इको एणचि इति सूत्रं तत् प्रबाद्य सार्वधातुकार्धधातुकयोः, यतोहि तत्र सामान्यतया एणादेशः भवति, परन्तु यत्र अङ्गकार्यम् अस्ति तत्र गुणकार्यस्य प्राबल्यं वर्तते, परन्तु अत्र तु गुणकार्यं निषिद्धं वर्तते. अतः सार्वधातुकार्धधातुकयोः सार्वधातुकम् अपि नीति च इति सर्वम् एकम् एकं समानस्थले वयं चिन्तनं कुर्मः. एतेषां सर्वेषां प्रसक्तिः अस्ति परन्तु बाधितम्, अतः प्राप्तिः अपि नास्ति. तर्हि इदानीं सार्वधातुकम् सार्वधातुकार्धधातुकयोः इति सूत्रम् अपगतम्. तर्हि तदानीं किं भवति इति चेत् अचिष्णु धातुभ्रुवां योर् यङ् वङ्गौ इति सूत्रम् आयाति. यत्र यत्र कित्नित् प्रत्ययः परः अस्ति इति फलितार्थः, तत्र इयङ् वङ् आदेशः आदेशौ भवतः. तर्हि तत् सूत्रम् इदानीम् आगच्छति, परन्तु तत् ततोपि विशिष्टसूत्रमस्ति हुष्णुः सार्वधातुके इति कृत्वा विशिष्टत्वात् अपवादरूपेण तस्य कार्यं भवति अन्ततो गत्वा. अस्तु, समीचीनम्. तर्हि अग्रे तत्र किं सरस्वती भगिनी पठति वा? मनसि बोध्यं यत् अजादिपित्सु अपि इमानि सूत्राणि इत्युक्ते इको यणचि अचिष्णुधातुभुवां युवोर्यङ्गो अङ्गौ कृष्णवोः सार्वधातुके एषां त्रयाणां सूत्राणां प्रसक्तिः अस्ति. चिनुयोग आनि आनि अजादिप्रत्ययः त्रिषु अपि सूत्रेषु निमित्तम् अस्ति अचि अजादिप्रत्यये परे. अजादिपित् प्रत्ययः अपि अजादिः, अतः अत्रापि इमानि त्रीणि सूत्राणि आगत्य कार्यं कर्तुम् उद्युक्तानि. परन्तु तत्र सार्वधातुकार्धधातुकयोः इत्यस्य परसूत्रात् बलम्, अतः अनेन गुणो भवति चिनो योग आनि. गुणकार्यानन्तरं त्रयाणां सूत्राणां प्रसक्तिः नास्ति. फलितार्थः एवं यत् उवं च यण् च भवतः केवलं इति निति अजादिप्रत्यये परे, सूत्रे तादृशं कितिनिति इति वदनस्य आवश्यकता नासीत् पाणिनः पाणिनिनः किमर्थं यतोहि कित् सित् नास्ति चेत् गुणः भविष्यति न तु उवङ् अथवा यन् हे अजादिपित्सु अस्ति चेत् त्रयाणां तावत् सम्यक् न श्रूयते, क्षम्यतां, सर्वेषां कृते किञ्चित् मन्दमन्दमेव श्रूयते. स्पीकर् मध्ये अस्ति वा इदानीम्? इदानीं न, अहम् अधिकं कृतवती. इदानीम् इदानीं सम्यक् श्रूयते वा? न, इदानीम् अस्ति, सम्यक् अस्ति, वदतु. मम वाल्यूम् कण्ट्रोल् एव न्यूनम् आसीत्. अस्तु, तर्हि अजादिपित्सु अस्ति चेत् त्रयाणां सूत्राणाम् इत्युक्ते इको यणचि अचिष्णुधातृभुवां ह्युवोर्यङ्कुवङ्गौ तथा ह्युष्णुवोः सार्वधातुके त्रयाणां सूत्राणां प्रसक्तिः भवति. अत्र उदाहरणं स्वीकृतमस्ति चिनुयोग आनि. तर्हि आनि अत्र अजादिप्रत्ययः अस्ति, अतः त्रिषु अपि सूत्रेषु अत्र आनि अजादि अस्ति, अतः अचि एवं भवति. अतः अत्र त्रिषु अपि सूत्रेषु कार्यं भवितुम् अर्हति. पुनः परन्तु अत्र अजादिपित् प्रत्यये अजादिपित् प्रत्ययः अपि अजादिः, अतः पित् अस्ति तदापि त्रीणि सूत्राणि अत्र कार्यं कर्तुं भवति. परन्तु सार्वधातुकार्धधातुकयोः इत्यस्य परसूत्रबलं यदि पित् अस्ति तदा सार्वधातुकार्धधातुकयोः परसूत्रात् बलमस्ति, अतः अनेन गुण भवति. इत्युक्ते चिनोयोग आनि गुणकार्यानन्तरं पुनः त्रयाणां सूत्राणां प्रसक्तिः नास्ति. अतः केवलं यदि गुणः न भवति, गुणः कदा न भवति? यदा कित् नित् अस्ति तदा गुणः न भवति. अतः यदा गुणः न भवति, कित् नित् अस्ति तदैव उवङ् अथवा यण् भवितुम् अर्हति. अस्तु भगिनि, समीचीनं भगिनि, सम्यक् अस्ति. इत्युक्ते पित्सु प्रत्ययेषु सर्वप्रथमं सार्वधातुकार्धधातुकयोः इति आयाति परत्वात्, यतोहि अचिष्णुधातु ब्रुवं योर् यङ् वङ्गौ इत्यस्य अपित्सु प्रत्ययेषु अवकाशः अस्ति. अतः यत्र पित् प्रत्ययः अस्ति तत्र सर्वत्र अजादिपित्सु सार्वधातुकार्धधातुकयोः इत्युक्ते एतेषां सर्वेषां सूत्राणां प्रसक्तिः अस्ति, परन्तु परत्वात् सार्वधातुकार्धधातुकयोः इत्यस्य प्राप्तिः भवति. यतोहि अपित्सु प्रत्ययेषु परेषु हुष्णुव सार्वधातुके अचिष्णुधातु ब्रुवं योर् यङ् वङ्गौ इत्यनयोः अवकाशः भवति. इकोयणचि इति तु सर्वत्र बहुत्र भवति इति कृत्वा एतेषां सर्वेषां सूत्राणाम् अन्यत्र लब्धावकाशः अस्ति अजादि पित्सु इति कृत्वा परत्वात् सार्वधातुकार्धधातुकयोः इत्यनेन गुणः प्रथमतया भवति. अतः एतानि सर्वाणि सूत्राणि बाधितानि भवन्ति. चिनुयोगः अन्ति चिनवन्ति इति चिनवाणि इति रूपं लभ्यते. चिनुयोगः आनि, चिनो इति गुणः, चिनवाणि इति रूपं लभ्यते. अस्तु, समीचीनम्. अस्तु, अरुणभग्नि किम् अवगतम् अत्र एकवारं वदतु. आं भगिनि, अजातिपित्तौ अङ्गं स्वादिगणे अजातिपित्पत्तिः अस्ति चेत् त्रीणि सूत्राणि कार्यं करोति प्रवर्तते. इको यनचि अचिष्टधातुर्ब्रुवं युवर्युवङ्गो हुष्णोः स्वरधातुके. परन्तु इको एनर्जि इति सामान्य उत्सर्गसूत्रमस्ति, सन्धिकार्यमस्ति, अतः तत् प्रभाद्य अचिष्टधातु ब्रुवां युवो युवाङ्गौ इति कार्यं कर्तुं शक्नोति. परन्तु तत् प्रभाद्य उष्णोः सर्वधातुके इति कार्यं करोति. किमर्थम् इति चेत् अत्र तत्तु अजादि अपित्सु उष्णुव सार्वधातुके इति अचिष्णुधातु ब्रुवां युवर्यङ् वङ्गौ इति सूत्रं प्रभाद्य कार्यं करोति इति समीचीनमस्ति. अजादि अपित्सु, इदानीम् अजादि पित्सु किं भवति इति चिन्तनं. प्रथमम् इको एनचि, तद् बाद्य सार्वधातुक अजधातुकयोः इति सूत्रं कार्यं कर्तुं शक्यते. परन्तु स्नु इति सार्वधातुकप्रत्यये अपित् अस्ति, अतः कित्तिनिति इति सूत्रेण गुणनिषेधः. न न न, अपित् इति न, चिनुयोगः आनि इति, अत्र आनि इति पित् प्रत्ययः अस्ति. पित् अस्ति, पित् अस्ति, आनि पित्, आड् उत्तमस्य पिच्च इत्यनेन पित्. ओ या या, अत्रापि सार्वधातुक अर्धधातुकयोः इति गुणं किमर्थं सार्वधातुक अर्धधातुकयोः यन् आदेशः भवति भगिनि. यन् आदेशः वा, किमर्थं यणादेशस्य प्रसक्तिः तु अस्ति. योगः अस्ति, अस्तु वंशी भगिनी किञ्चित् सहायं करोतु. अस्तु भगिनि, तत्र द्वितीयपरिच्छेदः, तत्र अजादिपिच् पित् प्रत्ययः अस्ति, अजादिपित् प्रत्ययः अस्ति, तत्र कथं कानि सूत्राणि प्रसक्तानि इति प्रश्नः. तत्र तु सामान्यं वर्णकार्यमस्ति, इको एनचि सामान्यसूत्रं, सर्वसामान्यसूत्रमस्ति. तत् प्रभाद्य यदि तत्र त्रीणि सूत्राणि तत्र आगत्य कार्यं कर्तुम् अर्हन्ति. अजिष्णु धातु भ्रुवान् वो लिङ्गौ उष्णुवोः सर्वधातुके सर्वधातुकाधधातुकयोः. अधुना किं द्रष्टव्यम् इति तु तत्र तु अजादि पित् अस्ति. पित् इति कारणात् तत्र पित् कारणात् तत्र यद्यपि त्रयाणां सूत्राणां कार्यं भवितुम् अर्हति, सर्वधातुकाधधातुकयोः इति तु पित् परे पित्सु एव कार्यं कर्तुम् अर्हति इति कारणात् तत्र तस्य कार्यम् एव भवति. यतोहि अन्य द्वे सूत्रे तत्र तु अन्यत्र अन्यत्र लब्धावकाशः अस्ति, सर्वधातुकार्धधातुकयोः इति अन्यत्र लब्धावकाशः नास्ति. पित्सु एव कार्यं कर्तुम् अर्हति इति कारणात् सार्वधातुकार्धधातुकयोः एव कार्यं करोति, अपि च गुणकार्यं. न, सार्वधातुक अर्धधातुकयोः इत्यस्य अन्यत्र लब्धावकाशः नास्ति इति वदति वा? पित्सु एव कार्यं भवति न, तत्र अपित्सु इति कार्यं न भवति न, यदि पित्सु एव कार्यं भवति इति कृत्वा अपवादः इति न. पित्सु कार्यं भवति चेदपि यत्र अजादिप्रत्ययः नास्ति तत्रापि कार्यं भवति खलु, अतः तस्य अन्यत्र लब्धावकाशः तु अस्ति. हलादि हलादिप्रत्ययः अस्ति चेदपि भवति खलु, अत्र परत्वादिति सत्यं. परत्वात् इत्युक्ते परन्तु विष्णोः सार्वधातुके तु पर तदपि परसूत्रमस्ति न, तत् तत्प्रभाति अपि परसूत्रमस्ति. उष्णो सर्वधातुके इत्यस्य अपेक्षया सर्वधातुक अर्धधातुकयोः इति परम् अस्ति, 7-3 अस्ति. ओ क्षम्यताम्, अहं पूर्वसङ्ख्या, क्षम्यता क्षम्यता, तत्र तु परत्वम् अस्ति. अस्तु समीचीनं, तर्हि तत्र तु परत्वात् एव कार्यं कर्तुम् अर्हति, यतोहि तत्र अन्यत्र लब्धावकाशः सर्वेषाम् अस्ति, अतः विकृतिषेधे परं कार्यम् इत्यनेन सार्वधातुक अर्धधातुकयोः एव कार्यं करोति, अपि च गुणकार्यं करोति. यदि गुणकार्यं करोति तत्र तु चिनु इति चिनो भवति, तस्मिन् समये तु केनापि सूत्रस्य प्रसक्तिः नास्ति. अचिष्णु धातु ध्रुवं वोर्यङ्गौ अपि च उष्णयोः सर्वधातुके द्वयोः सूत्रयोः कार्यमेव न भवितुम् अर्हति, यतो उकारान्त प्रत्यय उकारान्त अङ्गं नास्ति इति मत्वा भगिनि. समीचीनं वा? अतः तत्र आहत्य यदि पित् प्रत्ययः अस्ति तर्हि तु अजादि पित् प्रत्ययः अस्ति, तर्हि सार्वधातुकार्धधातुकयोः इति कार्यं करोति. अपित्सु प्रत्ययेषु कित् नित् प्रत्ययपरेषु तत्र उष्णुवोः सार्वधातुके इति एव कार्यं कर्तुम् अर्हति, यतोहि अचिष्णु धातु ध्रुवान् वोर्यङ्गौ इत्यस्य सूत्रस्य प्रपाद्य उष्णुवोः सार्वधातुके एव कार्यं कर्तुम् अर्हति. केवलम् अजन्तधातूनां विषये, हा अजन्तदातुनं विषये समीचीनं. हलन्तदातूनां विषये तु भिन्नः अस्ति. हलन्तदातूनां विषये तु उष्णो सर्वधातुके इत्यस्य प्रसक्तिः एव नास्ति. समीचीनम्, अस्तु समीचीनं, तर्हि धन्यवादः. अस्तु इदानीम् अग्रे किं विजयवग्नि पठितुमिच्छति वा? अस्तु अस्तु, बहिः अस्ति, पठितुं न शक्नोति. अस्तु तर्हि उमाभगिनी पठतु अग्रे द्वितीयः वेदः. समितमहोदय, मम समीपे पुरतः कारपत्रं नास्ति एव. न न, अवगच्छामि अवगमश अवगच्छामि एवमेव पृष्टवती. अस्तु अस्तु, विनय् महोदय अग्रे पठतु. ओ, उमाभगिनी अस्ति वा, पठतु. क्षम्यतां महोदय, उमाभगिनी पठतु, कुत्र अस्ति भवती, पठतु पठतु. स्वादिगणे फलितार्थः एवं तत्. कुत्र अस्ति अग्रे भगिनि, कुत्र अस्ति द्वितीयः भेदः? न प्राप्तं वा? अस्तु, विनय महोदय पठतु. ओके, द्वितीयभेदः परस्मैपदे लोटि मध्यं पुरुष एकवचने तेहय पिच् इत्यनेन सि स्थाने हि आदेशः. वयं अग्रे पठतु, न अग्रे पठतु, अग्रे पठतु. तदा सामान्यनियमः एवं यत् अङ्गम् अदन्तं चेत् अतो हेः इत्यनेन हि लोपः वद योगा हि, अर्थात् वद. अङ्गम् अनदन्तं चेत् हि लोपः न शक्नु योगा हि शक्नु हि भवति. परन्तु उकारान्ताङ्ग चेत् अपि च अन्तः उकारः असंयोगपूर्व चेत् तर्हि तत्र अङ्गम् अनदन्तं तत्रपि हि लोपः भवति. सारांशत्वेन हलन्तधातुभ्यः हि तिष्ठति यथा सामान्यम् अपवादे अजन्तधातुभ्यः हि लोपः चिनु योगा हि चिनु तिष्ठति. अत्र चिनु असंयोगपूर्व अस्ति, अपि च असंयोगपूर्व उकारः अस्ति इति वक्तव्यं. चिनु इत्यत्र असंयोगपूर्व उकारः, चिनु असंयोगपूर्व उकार अस्ति. उकारपूर्व चि अस्ति, चि संयोगपूर्वक नास्ति. न न न तथा नास्ति. चिनु इत्यत्र उकारात् पूर्वं नकार इकारयोः असंयोगः, चि इति न. नकारः चिनु इत्यत्र श्नु प्रत्यान्तम् अङ्गम् अस्ति खलु, तत्र उकारात् पूर्वं नकारः अस्ति, तस्मात् पूर्वम् इकारः अस्ति, अतः इकारनकारयोः असंयोगः वर्तते. इकारनिकार अतः तर्हि यदि संयोग अस्ति अन्यविषयः, अत्र संयोग नास्ति, उकार पूर्वक संयोग नास्ति. तर्हि अत्र अदन्त समान हि लोपः भवति, तर्हि केवल चिनु तिष्ठति यथा वद, तत्रापि लोपः अस्ति. परन्तु सूत्र कः अस्ति तत्र, अतो हेः अस्ति. अत्र अतो हे अस्ति वा न अहं न जानामि, परन्तु अत्र भिन्नसूत्रेण भवति. अत्र हि इति प्रत्ययः अतो हेः इत्यस्य प्रसङ्गः नास्ति. चिनु इति अङ्गम् अदन्तं नास्ति इति कृत्वा अतो हेः इत्यस्य प्रसङ्गः एव नास्ति. अत्र सहर्यपिच् इत्यनेन सिप् इति प्रत्ययस्य स्थाने हि इति आदेशः भवति. अत्र सर्वत्र सेहर्यपिच्छ इत्यनेन सिप् स्थाने हि इति आदेशः सर्वत्र भवति. परन्तु यदि अङ्गम् अदन्तम् अस्ति तदानीं हि इत्यस्य लोपः भवति. अत्र तु चिनु इत्यत्र अङ्गम् अदन्तं नास्ति इति कृत्वा अतो हेः इत्यस्य प्रसक्तिः नास्ति, तथापि हि इत्यस्य लोपः भवति भिन्नेन सूत्रेण, तत्तु अग्रिमसूत्रमस्ति उतश्च प्रत्ययात् असंयोगपूर्वात् इति सूत्रेण हि इत्यस्य लोपः भवति. भिन्नसूत्र भिन्नसूत्रं प्रश्न आल्वेस् प्रश्न अहं जानामि उत्तर तदनन्तरं प्रा आगच्छति यथा अन्यविषयसम्बन्धे हू सम्बन्धे अस्ति तर्हि जुः कारणेन अनेकाल् अस्ति परन्तु तत् अन्यविषयः अत्र अग्रे पठामि उतश्च न न इदानीं समयः अतीतः इति कृत्वा अत्र स्थगनं कुर्मः. ओके उतश्च प्रत्ययाद संयोगपूर्वात् इति अग्रिमसप्ताहे वयं पठिष्यामः अत्र स्थगनं कुर्मः. कोऽपि प्रश्नः अस्ति वा अत्र शनिवासरे अपि लिङ्क् 2019 पाणिनि इति एव वा भगिनी? आमां तत्र क्लेशः नास्ति तत्र एव सर्वदा भवति इति कृत्वा क्लेशः नास्ति. अस्तु तर्हि कोऽपि प्रश्नः वा? अस्तु तर्हि तर्हि विरमामः. धन्यवादः. नमस्कारः. धन्यवादः. नमस्कारः. धन्यवादः. धन्यवादः भगिनी. नमस्कारः. धन्यवादः.